गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अस्तु तर्हि इदानीं प्रत्यक्षज्ञानम् इत्यस्मिन् विषये अवगमनं जायमानमस्ति तर्हि इदानीं पुस्तकं प्रति वयम् आगतवन्तः तत्र 145th पेज् तत्र कुमारिलभट्टपादैः चोदनासूत्रे अभिहितं सम्बद्धं वर्तमानं हि गृह्यते चक्षुरादिना इति तत्र दत्तमासीत् ततः अधः एकः परिच्छेदः आसीत् तदपि अस्माभिः पठितम् तथा च सन्निकर्षः इव घटादिविषयः अपि स्वप्रत्यक्षनेतपूर्ववर्ती भवति सोऽपि स्वप्रत्यक्षं प्रति भवति कारणम् अस्य च प्रत्यक्षस्य ज्ञानरूपत्वे तस्य समवायीकारणं भवति आत्मा तदपि अस्माभिः अत्र स्प्रेड्शीट् मध्ये निरूपितम् आत्मा इति कारणम् आत्मनि इति कार्याधिकरणे तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति कृत्वा समवायीकारणम् इति तदेव तत्र सि इत्यस्मिन् काले इत्यस्मिन् सदसि स्तम्भे अस्माभिः साधितम् तदनन्तरम् असमवायीकारणम् आत्ममनसंयोगः आत्ममनसंयोगः इति गुणः आत्मनि समवायेन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा असमवायीकारणम् निखिलज्ञानं प्रति च अयम् आत्ममनसंयोगः एव असमायीकारणम् निमित्तकारणं भवति घटः तत्तु जि इत्यस्मिन् का स्तम्भे स्थापितं घटः घटे स्वस्मिन् तादात्म्येन स्थित्वा विषयतासम्बन्धेन निमित्तकारणं विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणम् इति तावदस्माभिः अवगतं तर्हि अग्रे पठेम मेहुल् महोदय आरब्धमिच्छति किं यद्यपि श्रूयते वा हा अस्तु यद्यपि केनचित् परम्परासम्बन्धेन घटम् आत्मनि घटम् आत्मनि नीत्वा घटस्य तत् प्रत्यक्षस्य च सामानाधिकरणं सम्पादयितुं शक्यं तथापि तु राघवानुरोधेन घटान्तर्भावेणैव कार्यकारणयोः सामानाधिकरण्यम् उच्यते घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति इति अत्र कार्यं घटप्रत्यक्षं कारणं घटः कार्यतावच्छेदकसम्बन्धः विषयता कारणतावच्छेदकसम्बन्धः तादात्म्यम् अस्तु अत्र अस्मिन् परिच्छेदे परम्परासम्बन्धेन घटम् आत्मनि नीत्वा इत्युक्ते तत्र घटः घटम् इति आत्मनि कथम् आगच्छति तर्हि परम्परासम्बन्धेन तत् आनीयं तेन किं भवति घटस्य तत् प्रत्यक्षस्य च सामानाधिकरण्यम् इत्युक्ते घटस्य अपि च घटप्रत्यक्ष इति ज्ञानम् अस्ति तस्य सामानाधिकरण्यं वयं कर्तुं शक्नुमः तथापि अत्र किमर्थम् एतादृशचिन्तनं घटः किमर्थम् आत्मनि नेतव्यम् घटः किमर्थम् आत्मनि नेतव्यम् आत्मा इति अधिकरणः आत्मा एव कार्याधिकरणं खलु ज्ञानं कुत्र उत्पद्यते आत्मनि एव सत्यं तदेव आत्मा एव कार्याधिकरणमस्ति खलु ज्ञानं कुत्र उत्पद्यते आत्मनि एव खलु अतः एव तर्हि इदानीम् आत्मा इति कार्याधिकरणम् इति स्वीकुर्मश्चेत् सर्वाणि कारणानि कार्याधिकरणे भवेत् खलु तत्र आनीतव्यं हा तर्हि घटः अपि कारणम् इति तु वयं जानीमः घटः नास्ति चेत् कथं वा घटप्रत्यक्षं भवति इति कृत्वा घटं घटः तत्र घटः चक्षुषा संयुक्तः चक्षुः आत्मना सह संयुक्तः इति तादृशं किमपि परम्परासम्बन्धं कल्पयित्वा घटम् आत्मनि आनेतुं शक्यते किन्तु अत्र लाघवं नास्ति. किमर्थम् इत्युक्ते नैयायिकानां मतानुसारं ज्ञानं केवलम् आत्मनि न उत्पद्यते, आत्मनि तु समवायसम्बन्धेन उत्पद्यते, किन्तु विषयतासम्बन्धेन विषये अपि उत्पद्यते इति कृत्वा तत्रैव लाघवमस्ति. बुद्धं खलु? लाघवानुरुधेन घटान्तर्भावेन एव कार्यकरणयो कार्यकारणयोः सामान्यधिकरण्यम् उच्यते. तत्र किमपि घटान्तर्भावेन एव तत्र किम् अस्तु, अत्र लाघवमस्ति इत्युक्ते घटः एव कार्याधिकरणम् इति स्वीकुर्मश्चेत् घट अन्तर्भावेन एव कार्यकारणयोः इत्युक्ते घटः एव कार्याधिकरणं, घटः एव कारणम्. अतः एव घटः घटे कार्याधिकरणे तादात्म्येन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणम्. अस्तु, अग्रिमपरिचयं कृतम् अस्तु. तथा च प्रकृतसमवायिकारणलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्नत्वानुपादाने किञ्चित् सम्बन्धावच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता इत्येव लक्षणे सति घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः. कार्यतावच्छेदकः यः कश्चित् सम्बन्धः विषयतासम्बन्धः गृह्यते, तद् अवच्छिन्न घटप्रत्यक्षनिष्ठकार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता निमित्तकारणे घटे अस्ति इति लक्षणे अतिव्याप्तिः. समवायसम्बन्धावच्छिन्नत्वनिवेशे तु तत्रत्य कार्यतायाः विषयतासम्बन्धेन अवच्छिन्नत्वात् न सा धर्तुं शक्या इति नातिव्याप्तिः. अस्तु, अत्र समवायिकारणलक्षणे प्रकृतसमवायिकारणलक्षणे एकनिमिषम्, अत्र प्रकृतसमवायिकारणलक्षणम् अस्माकं स्प्रेड्शीट् मध्ये कुत्र अस्ति? सि इत्यस्मिन् स्तम्भे अस्ति खलु. सि आत्मा इति आत्मा एव समवायिकारणम्. अस्तु, अहम् इदानीं किं करोमि, कार्यतावच्छेदकसम्बन्धः समवायः इति लिखितमस्ति खलु, तद् निष्कासयामि. इदानीं निष्कासितं मया. तर्हि इदानीं पश्यतु, इदानीं जि इति कालं पश्यतु. अस्तु, तत्र घटे अतिव्याप्तिः भवति. किमर्थमित्युक्ते घटः अपि तादात्म्येन स्थित्वा केनापि सम्बन्धेन कार्यं जनयति. ओ अस्तु अस्तु, तर्हि कारणतावच्छेदकसम्बन्धः समान एव द्वयोः मध्ये. अतः कार्यं समानं, कार्यं घटप्रत्यक्षं, कारणतावच्छेदकतादात्म्यसम्बन्धः द्वयोः सि अपि च जि. अत्र केवलं कार्यतावच्छेदकसम्बन्धः समवायः इति न स्वीकुर्मश्चेत् घटे अतिव्याप्तिः. अतिव्याप्तिः, तर्हि तद् निवारणाय इदानीं पुनः स्थापितं. तर्हि समवाय इति वदामश्चेत् घटे अतिव्याप्तिः न भवति. तदेव अहं बहुवारम् एतद् वाक्यं पठितवान्, परन्तु न सम्यक्तया न अवगच्छामः अत्र. तत्र अतिव्याप्तिः कथं भवति तर्हि? अधुना सम्यक् अस्ति एतदेव, अतः एव मया उक्तम् अत्र स्प्रेड्शीट् पुरतः स्थापयतु. अत्र केवलं डिलीट् कुर्मश्चेत्, इदानीं मया डिलीट् कृतं, तदा सम्यक् अवगच्छामि. तर्हि इदानीं साक्षात् दृश्यते खलु, तादात्म्येति अन्यत्र यत्र कुत्रापि न दृश्यते. सत्यं सत्यं, केवलं सि इत्यत्र कारणतावच्छेदकसम्बन्धः तादात्म्यः, जि इत्यत्र कारणतावच्छेदकसम्बन्धः तादात्म्यः इति कृत्वा घटे अतिव्याप्तिः, घटे निमित्तकारणे अतिव्याप्तिः भवति. अतः कार्यतावच्छेदकसम्बन्धः समवायः इति स्थापयामश्चेत् घटे अतिव्याप्तिः न भवति. तावदेव. अस्तु, अग्रे पठतु महोदय. तदेव पूर्णपरिच्छदे लिखितम् अस्तु. झटिति अत्र एतादृशं कुर्मश्चेत् झटिति अवगन्तुं शक्यते, प्रतिपादयितुमपि शक्यते. सत्यं सत्यं, सौलभ्यमस्ति. अस्तु, कारणतायां कारणतायां तादात्म्यसम्बन्धावच्छिन्न छिन्नत्वानुपादानि. अस्तु, कारणतावच्छेदक अस्तु. तर्हि इदानीं सि इत्यत्र कारणतावच्छेदकसम्बन्धः तादात्म्य निष्कासितं मया. प्रथम असमवायिकारणे अतिव्याप्तिः, तर्हि प्रथम समवायीकारणमिति आत्मनसंयोगः अस्ति खलु? आम् आं तदेव कपालद्वयसंयोगः घटं प्रति असमवायिकारणम्. अस्तु, सः समवायने कपाले स्थित्वा समवायने घटं जनयति इति आवेदितम् एव सङ्ख्यानिरूपणे. अस्तु, तत्र हि कार्यतावच्छेदकसम्बन्धः समवायः, करणतावच्छेदकसम्बन्धोऽपि स एव, एवं च समवायसम्बन्धावच्छिन्नकारणताम् आदाय अतिव्याप्तिः, तादात्म्यसम्बन्धावच्छिन्नत्वनिवेशेन तु न कपालद्वयसंयोगनिष्ठकारणता तादात्म्यावच्छिन्ना किन्तु समवायावच्छिन्ना इति न अतिव्याप्तिः. अत्र तु अतिव्याप्तिः प्रथमविध असमवायिकारणे इत्युक्ते कपालद्वयसंयोगे उक्तमस्ति, किन्तु इदानीं स्प्रेड्शीट् पश्यन्तु, आत्मनसंयोगे अतिव्याप्तिः, आत्मनसंयोगे अतिव्याप्तिः, अनन्तरं कुत्र अतिव्याप्तिः? अस्तु, अनन्तरं इत्यस्मिन् कालं पश्यतु, ई मध्ये तु अतिव्याप्तिः हा तत्रापि भवति, मनसि अतिव्याप्तिः भवति, आत्मनसंयोगे अतिव्याप्तिः भवति, यत्र यत्र कार्यतावच्छेदकसम्बन्धः समवायः इति अस्ति तत्र तत्र तत्र सर्वत्र अतिव्याप्तिः भवति. तर्हि तन्निवारणार्थं तादात्म्य इति स्थापयामश्चेत् क्लेशः नास्ति. हा सत्यं, तदेव अन्तिमवाक्यं लिखितं, तादात्म्यसम्बन्धावच्छिन्नत्वनिवेशे तु न कपालद्वयस इत्युक्ते न आत्मनसंयोगनिष्ठकारणता तादात्म्यावच्छिन्न किन्तु समवायच्छिन्न इति न अतिव्याप्तिः. तदेव तर्हि झटिति अवगन्तुं शक्यते, बहु सम्यक् सर्वं भवति तेन. अस्तु, धन्यवादः महोदय. अग्रे श्रीराममहोदय पठति किम्? अस्तु, इदानीं रूपप्रत्यक्षं यद् सखिभामा भगिन्या कृतं नीलः इति, तत् पुरतः स्थापयन्तु. नमस्कारः महोदय. द्रव्यप्रत्यक्षे रूपस्य समवायेन कारणत्वम् आद्यसमवायिकारणं समवायेन समवायिकारणे स्थित्वा समवायेन कार्यम् उत्पादयति, इह कार्यतां कारणतायां च अवच्छेदकसम्बन्धः समवायः, तथा च समवायसम्बन्धवच्छिन्न कार्यतानिरूपितसमवायसम्बन्धवच्छिन्न कारणताश्रयत्वं प्रथमसमवायिकारणत्वम्. अत्र कार्यतायां समवायसम्बन्धवच्छिन्नत्वम् अनुपादाने किञ्चित् सम्बन्धवच्छिन्न कार्यतानिरूपितसमवायसम्बन्धवच्छिन्न कारणता इति लक्षणं स्यात्, तथा सति घटप्रत्यक्षनिमित्तकारणे घटरूपे अतिव्याप्तिः. अस्तु, अत्र इदानीं प्रथमविधसमवायिकारणस्य विषये चिन्तनम् अस्ति. प्रथमविधसमवायिकारणम् कार्यादिकरणे समवायसम्बन्धे स्थित्वा समवायसम्बन्धेन तत्र कार्यं जनयति. इदानीं घटप्रत्यक्षज्ञानविषये तत्र घटरूपं समवायसम्बन्धेन घटे अस्ति. इदानीं कार्यता अवच्छेदकसम्बन्धः तत्र विशेषसम्बन्धं न स्वीकुर्मश्चेत्, यत्किमपि सम्बन्धं स्वीकुर्मश्चेत् तदा किं भवति, तत्र घटरूपे घटप्रत्यक्ष ज्ञानस्य विषये घटरूपे ज्ञातं भवति. महोदय, प्रथमम् अत्र ज्ञानं किम्? कारणं किम् इति प्रथमं प्रतिपादयतु. अयं घटः इति ज्ञानम् इति दत्तमस्ति वा? घटप्रत्यक्षनिमित्तकारणे घटरूपे अति जाति इति घटः इति घटप्रत्यक्षनिमित्तकारणे घटरूपे अतिव्याप्तिः इति उक्तम्, किन्तु कार्यं किम्? अतिव्याप्तिः घटरूपे भवति इति उक्तं सत्यं, किन्तु अत्र अत्र लक्षणं कुत्र समन्वयं भवेत्, किं कार्यं प्रति इति प्रथमं तदवगन्तव्यं खलु? तद्दत्तं वा अस्मिन् परिच्छेदे? अस्मिन् परिच्छेदे न दत्तमस्ति. तर्हि प्रतिपादयितुं कथं शक्यम्? अत्र अग्रे अहं यथा पठितवान् तादृशमेव अवगतवान्. घटरूपे घटप्रत्यक्षयोः कार्यता इति अहं चिन्तितवान् महोदय. अस्तु, इदानीं घट किमित्युक्ते अत्र अस्माकं स्प्रेड् शीट् मध्ये कुत्र भवेत् इति मया न अवगतम् एतावत्पर्यन्तम्. इत्युक्ते यथा समवायीकारणं पूर्व यद् यः परिच्छेदः बिहुल् महोदयेन पठितः तत्र समवायीकारणस्य लक्षणं, तत्र यदि कार्यतावच्छेदकसम्बन्धः समवायः इति न स्वीकुर्मः तर्हि घटे अतिव्याप्तिः भवति. यदि कारणतावच्छेदकसम्बन्धः तादात्म्य इति न स्वीकुर्मः तर्हि आत्ममनसंयोगे मनसि अपि अतिव्याप्तिः भवति इति अवगतम्. एवम् अत्र कस्मिन् विषये चिन्तनं, कस्य कारणस्य विषये चिन्तनम्? अस्तु महोदय, तत्र अहं चिन्तयामि इदानीं अयं घटः इति आकारे एव तत्र ज्ञाने एव इदानीं कार्यता अवच्छेदकसम्बन्धः आत्मनसंयोगः. अस्तु, कार्यम् अयं घटः, अत्र कारणं संयोगः आत्मनसंयोगः कुर्मश्चेत् तत्र कार्यतावच्छेदकसम्बन्धः अस्ति समवायः, कारणतावच्छेदकसम्बन्धः अस्ति समवायः. इदानीं तत्र कार्यतावच्छेदकसम्बन्धः यत्किमपि भवतु इति अस्तु मया निष्कासितम्. इदानीं D21 मध्ये समवायसम्बन्धः निष्कासितम्. अयं घटः इति आकारे अहं चिन्तयामि महोदय. अस्तु, अयं घटः इत्यस्मिन् आकारे तर्हि D6 तत्र समवायः इति निष्कासनीयं कार्य सत्यं. तदा तत्र कार्यतावच्छेदकसम्बन्धः तत्र ताद विषयतासम्बन्धः इति स्वीकुर्मश्चेत् यत्किमपि सम्बन्धः. अतः एव प्रश्नः महोदय, इत्युक्ते घटरूपे अतिव्याप्ति अयं घटः इत्यस्य. अस्तु, एकनिमिषम्, अत्र रूपं कुत्र अस्ति? घटे अस्ति. उद्भूत न उद्भूतरूपं तत्र एन् इत्यस्मिन् कालमध्ये अस्ति खलु, एन् इत्यस्मिन् काले कालमध्ये रूपं एन् मध्ये अस्ति. हा, तर्हि इदानीं कार्यतावच्छेदकसम इदानीम् अस्माकं कारणमस्ति आत्मनसंयोगः इति कारणं, कार्यमस्ति अयं घटः. सत्यं. तत्र यदि कार्यतावच्छेदकसमवाय कार्यतावच्छेदकसम्बन्धः समवायः इति त्यजामः, इदानीं D6 इत्यत्र निष्कासितं. सत्यं. तर्हि समवायसम्बन्धः कारणतावच्छेदकसम्बन्धः कार्यतावच्छेदसम्बन्धः यत्किमपि सम्बन्धः यः कोऽपि सम्बन्धः इति वदामश्चेत् अत्र घटे अतिव्याप्तिः भवत्येव, घटरूपे अतिव्याप्तिः भवति उद्भूतरूपं. हा, समीचीनम्. अस्तु, अग्रे. तत्र ग्रन्थकारेण ज्ञानसाकारः कः इति न उक्तं, तदेव. सत्यम्. अपि च प्रथमविध असमवायीकारणम् इति अपि किम् इति न उक्तं खलु. सत्यम्. आत्मनसंयोगः इत्यपि न उक्तं. हा, आत्मनसंयोगः इत्यपि न उक्तम्. अस्तु, वयम् एतादृशं स्वीकुर्मः, स्वीकृत्य घटरूपे अतिव्याप्तिः भवति इति अस्माभिः उक्तम्. अस्तु, अग्रे पठतु तर्हि. समवायकारणलक्षणे कार्यतायां समवायसम्बन्धवच्छिन्नत्व अनुपादाने घटप्रत्यक्षनिमित्तकारणे घटे अतिव्याप्तिः दर्शिता एव. तत्र स्वप्रत्यक्षं प्रति यथा घटः निमित्तकारणं भवति तद्वद् एव घटरूपम् अपि भवति निमित्तकारणं. नीरूपाणां द्रव्याणां तत्र अस्तु वायुवादीनां प्रत्यक्षम् अतः एव न भवति. अत्र नीरूपाणि अत्र कालम् एन् मध्ये कालम् एन् अस्ति खलु, N7 इत्यत्र निमित्तकारणम् इति अस्माभिः अवगतं खलु, तदेव अत्र उक्तम्. सत्यं. घटरूपमपि निमित्तकारणं भवति इति. नीरूपाणां द्रव्याणाम् इति नीरूप यस्य यस्य यस्य द्रव्यस्य रूपं नास्ति. ओ, नीरूपाणां द्रव्याणां वायुवादीनां वायौ वायुवायुवादिद्रव्याणाम् इत्युक्ते वायुः आकाशः कालः दिक् आत्मा मनांसि इत्येतेषां रूपं नास्ति खलु. अस्तु, रूपरहितस्पर्शवान् वायुः इति कृत्वा वायुवादीनां प्रत्यक्षम् अतः एव न भवति. मी इति अहं जलम् इति अहं चिन्तयामि. मी नीरः यस्य हि द्रव्यस्य प्रत्यक्षं चक्षुरादिना जननी. एकनिमिषं अत्र पुनः एक तद्वाक्यं पठतु. नीरूपाणां द्रव्याणां वायुवादीनां प्रत्यक्षम् अतः एव न भवति. किमर्थं न भवति? तत्र प्रत्यक्षं तेषां रूपं नास्ति. हा, तर्हि रूपं निमित्तकारणम् इति अस्माभिः साधितं खलु. सत्यं. तर्हि यदि निमित्तकारणम् एकमपि कार्यकारणं नास्ति चेत् अन्यानि कारणानि सन्ति चेदपि कार्यं न उत्पद्यते. सर्वाणि कारणानि कार्यादिकरणे भवेयुः इति कृत्वा अत्र रूपं नास्ति. निमित्तकारणम् एकं कारणं निमित्तकारणं नास्ति इति कृत्वा तेषां प्रत्यक्षं न भवति. अत्र यथा घटे उद्भूतरूपमस्ति तादृशं रूपं तेषु द्रव्येषु न भवति इति कृत्वा ते न निमित्तकारणम् अस्ति. सत्यं. हा, अग्रे पठतु. यस्य द्रव्यस्य प्रत्यक्षं चक्षुरादिना जननीयं तत्र समवायेन रूपापेक्षा एवं च यथा घटः तादात्म्येन सुस्मिन् स्थित्वा विशेष. महोदय, अत्र वाक्यशः किञ्चित् उक्त्वा अग्रे गच्छामि, नो चेत् सर्वं पुनः पठनीयं चेत् किञ्चित् क्लेशः भवति. तर्हि यद् वाक्यम् इदानीं पठितं तत् तस्मिन् विषये वदतु. यस्य हि द्रव्यस्य द्रव्यस्य प्रत्यक्षं प्रत्यक्षम् अपेक्षितः तत्र समवायेन रूप अपि तत्र कार्याधिकरणे भवेत्. यथा उद्भूतरूपं घटे तादृशं सर्वत्र चक्षुरादिना रूपप्रत्यक्षम् अपेक्षितश्चेत् तत्र रूपं तत्र कार्याधिकरणं भवेत्. हा, तर्हि अत्र कार्याधिकरणं किं? कार्याधिकरणं घटः अस्ति, तत्र घटे रूपं समवायसम्बन्धेन अस्ति. समवायेन रूपापेक्षा इति लिखितम्. तर्हि अत्र पश्यतु, यत् यत्र मेहुल् महोदयेन पठितं तत्र घटः आत्मनि परम्परासम्बन्धेन आनेतुं शक्यते चेदपि लाघवार्थं लाघव अनुरोधेन अत्र घटे एव घटः इति कार्याधिकरणमिति स्वीकृतम् इति लिखितम्. किन्तु इदानीं घटरूपमपि कारणमिति कृत्वा घटरूपं कुत्र अस्ति? घटे अस्ति. तर्हि यदि आत्मा एव एकमेव अधिकरणं कार्याधिकरणमिति स्वीकुर्मः कदाचित् घटे विद्यमानरूपमपि परम्परासम्बन्धेन आत्मनि आनेतव्यम्. तर्हि अत्र घटे एव घटः इति कार्यादिकरणम् इति स्वीकृतम् इति कृत्वा अत्रापि लाघवमस्ति. लाघवमस्ति, अपि च घटरूपम् आत्मनि आनेतुं शक्यते वा इति अपि चिन्तनीयं. भवतु, अग्रे पठतु. एवं च यथा घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति तथा घटरूपमपि समवायेन घटे स्थित्वा विषयतासम्बन्धेन घटप्रत्यक्षं जनयति. अत्र घटं यथा निमित्तकारणमस्ति तथा घटरूपमस्ति निमित्तकारणम्. हा, अस्माकं स्प्रेड्शीट् मध्ये अस्ति खलु, जी इत्यस्मिन् काले कालं मध्ये यथा घटः तादात्म्येन स्वस्मिन् स्थित्वा विषयतासम्बन्धेन स्वप्रत्यक्षं जनयति तथा एन् इत्यस्मिन् कालं मध्ये घटस्य उद्भूतरूपमपि घटे समवायेन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणम्. अस्तु, अग्रे. तथा च प्रकृतसमवायिकारणलक्षणे विषयतासम्बन्धवच्छिन्ना कारणता च समवायावच्छिन्ना तद् निरूपितमस्ति. तथा च प्रकृतसमवायिकारणलक्षणे कार्यतायां समवायसम्बन्धवच्छिन्ना अनुपादाने किञ्चित् सम्बन्ध किञ्चित् सम्बन्धपदेन पूर्ववत् विषयतासम्बन्धं गृहीतुं शक्नुमः. इदानीं प्रकृत समवायिकारणलक्षणे असमवायिकारणलक्षणे कार्यतायां समवायसम्बन्धावच्छिन्न अनुपादन. इदानीं कार्यता अवच्छिन्नसम्बन्धः अस्ति समवायसम्बन्धः, तस्य किञ्चित् अत्र प्रकृत असमवायिकारणलक्षणम् इति किं कारणमत्र? आत्मनसंयोगः खलु, आत्मनसंयोगः, आत्मनसि. तर्हि तद् डि इत्यस्मिन् कालं मध्ये अस्ति. तत्र कार्यतावच्छेदकसम्बन्धः समवायेन स्थित्वा समवायेन कार्यं दीयते. तत्र कार्यता अवच्छेदकसम्बन्धः समवायः इति डिलीट् करोमि. कारण महोदय तत्र कार्यतायां समवायसम्बन्धः विच्छिन्न अनुपादाने तर्हि तत् डिलीट् कृतम्. विषयतासम्बन्धं ग्रहीतुं शक्नुमः, तत्र विषयतासम्बन्धं स्वीकरितुं शक्नुमः, तदेव पुनः वदति. हा, इत्युक्ते अत्र रूपम् इति पश्यामश्चेत् उद्भूतरूपं समवायेन स्थित्वा विषयतासम्बन्धेन, इत्युक्ते तत्र विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा उद्भूतरूपे अतिव्याप्तिः भवति. सत्यं. किन्तु अत्र कार्याधिकरणं भिद्यते. आत्मनसंयोगः कुत्र अस्ति? आत्मनि अस्ति. उद्भूतरूपं कुत्र अस्ति? घटे अस्ति. इति किञ्चित् भेदः वर्तते. तस्य वैशिष्ट्यमस्ति वा इति चिन्तनीयं. भवतु, अग्रे पठतु. तवच्छिन्न तदवच्छिन्न घटप्रत्यक्षनिष्ठकार्यतानुरूपितसमवायसम्बन्धवच्छिन्न कारणता प्रत्यक्षनिमित्तकारणे घटरूपे अस्ति इति रूपे अतिव्याप्तिः. तद् निरूपितम्. कार्यतायां समवायसम्बन्धवच्छिन्नत्व उपादाने तु तत्र प्रत्यत्यकार्यता समवायेन न अवच्छिन्ना किन्तु विषयतासम्बन्धेन इति नास्ति व्याप्ति. इदानीं तत्र डि मध्ये यदा वयं कार्यता अवच्छेदसम्बन्धः समवाय इति स्वीकुर्मश्चेत् तत्र अतिव्याप्तिः घटरूपे न आपतति. हा, तर्हि केवलं डि इत्यस्मिन् कालं मध्ये यद् दत्तमस्ति आत्मनसंयोगः, सः एव समवायेन स्थित्वा समवायेन कार्यं जनयति. तादृशकाम्बिनेशन् अन्यत्र यत्र कुत्रापि न लभ्यते इति कृत्वा अतिव्याप्तिः अवगच्छति. बुद्धं खलु? अस्ति चेत् बहु सुलभम् अस्ति. हा, अतः एव एतद् प्रथमम् अस्माभिः चिन्तितं स्प्रेड्शीट् अत्र अस्मिन् विषये बहु किमपि अस्माभिः चिन्तयित्वा तदनन्तरम् अत्र पुरतः स्थापयित्वा चिन्तयामश्चेत् समीचीनबोधः जायते. हा, इत्युक्ते अत्र घट कपालयोः मध्ये यः संयोगः तत्र अतिव्याप्तिः ग्रन्थकारेण उक्तं, किन्तु आत्मनसंयोगे मनसि इति प्रकृतविषये यानि कारणानि सन्ति तत्रैव कल्पयितुं शक्नुमः अतिव्याप्तिः. अस्तु, अग्रे पठतु महोदय. कारणतायां समवायसम्बन्धवच्छिन्नत्व अनुपादाने समवाय. तर्हि इदानीं मया किं कृतं? डि इत्यस्मिन् कालं मध्ये कारणतावच्छेदकसम्बन्धः समवायः इति निष्कासितम्. तत्र कारणतायां समवायसम्बन्धवच्छिन्न अनुपादाने समवायसम्बन्धवच्छिन्न कार्यतानिरूपित किञ्चित् सम्बन्धवच्छिन्न कारणता इति लक्षणं भवेत्. इदानीं तत्र कारणता अवच्छेदसम्बन्धः किञ्चित् सम्बन्धः इति स्वीकुर्मश्चेत् तथा सति समवायिकारणे एव अतिव्याप्तिः, तत्र आत्मनि अतिव्याप्तिः भवति इति तादृश. केवलम् इदानीं स्प्रेड्शीट् पश्यतु, केवलम् आत्मनि अतिव्याप्तिः वा अन्यत्र? मनसि अतिव्याप्तिः, यत्र यत्र कादितावच्छेदकसम्बन्धः समवायः इति दृश्यते तत्र सर्वत्र अतिव्याप्तिः भवति सत्यं खलु निश्चयम् अवगतं महोदय समीचीनं हा तर्हि आत्मनि अतिव्याप्तिः भवति मनसि अतिव्याप्तिः भवति अन्यत्र सर्वत्र विषयता एव अस्ति खलु तर्हि स्थलद्वये अतिव्याप्तिः भवति अस्तु अग्रे तत्रापि हि कार्यता समवायसम्बन्धेन अवच्छिन्न कारणतापरं तादात्म्येन अवच्छिद्यते तथा च किञ्चित् सम्बन्धपदेन तादात्म्यग्रहणे समवायकारणे अतिव्याप्ति कारणतायां समवायसम्बन्ध अवच्छिन्नत्व उपादानेन वारणं चापि भवति इदानीं मया स्थापितं तत्र केवलं समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति केवलम् आत्मनसंयोगे एव भवति तादृशसमवायिकारणत्वे कारणत्वमेव गुरुत्वं गुरुत्वस्य पतनं प्रति चन्दनं प्रति च द्रव्यस्य निरूपितम् अस्माभिः मूलग्रन्थनिरूपणे तद् इह अपि अनुसन्देयं गुरुत्वस्य विषये अपि तत्र गुरुत्वं तत्र स्वस्मिन् अधिकरणे स्थित्वा समवायसम्बन्धेन स्थित्वा तत्र आद्यपतनं जनयति इति अस्ति अस्तु तर्हि यदा समयः लभ्यते यानि कार्याणि अस्माभिः अधीतानि एतावत्पर्यन्तम् इत्युक्ते एकत्वं द्वित्वं यत्किमपि गुरुत्वम् इति यानि कार्याणि अस्माभिः अधीतानि तानि सर्वाणि अत्र स्प्रेड्शीट् मध्ये स्थापयित्वा कारणतावच्छेदकसम्बन्धः कार्यतावच्छेदकसम्बन्धः इति स्थापय कारणं कार्यं किं कारणं किं कारणतावच्छेदकसम्बन्धः कः कार्यतावच्छेदसम्बन्धः कः इति स्थापयामश्चेत् झटिति अवगन्तुं शक्यते सत्यं महोदय उत्तम उपायः आम् नो चेत् अत्र दीर्घवाक्यं पठित्वा अवगन्तुं न शक्यते अस्तु अग्रे अग्रेपि पठित्वा समापयतु एतादृश प्रथमसमवायिकारणत्वं बुद्ध प्रथम असमवायि इति पठतु महोदय प्रथमासमवायि एतादृश प्रथम असमवायिकारणत्वं बुद्धौ निधाय एव मूलकारणे कार्येण सह एकस्मिन् अर्थे समवाय समवेतसमवायिकारणम् इति न न न समवेतम् असमवायिकारणम् इति समवेतम् असमवायिकारणम् इति लक्षणं कृतम् अस्तु तत्र प्रथमेन समवायिकारणस्य लक्षणम् एतन्मूलार्थं सम्यक् निरूपितः तत् एव अवगन्तव्यः अस्तु एतदपि वाक्यम् अत्र स्प्रेड्शीट् दृष्ट्वा अवगन्तुं शक्यते कार्येण सह एकस्मिन् अर्थे समवेतम् अस्तु अत्र प्रतिपादयतु महोदय डि अत्र स्प्रेड्शीट् तः प्रतिपादयतु एतद् वाक्यम् अस्तु महोदय तत्र कार्यम् अस्ति अयं घटः इति ज्ञानम् अयं घट इति ज्ञानं कार्याधिकरणे आत्मनि समवायसम्बन्धेन अस्ति इति एव कार्यतावचेतसम्बन्धः समवायसम्बन्धः इदानीम् आत्मनसंयोगः कारणं तत् कारणं समवायसम्बन्धेन आत्मनि अस्ति इति कृत्वा कार्येण सह आत्मनसंयोगः एकस्मिन् अर्थे इत्युक्ते आत्मनि एकस्मिन् आत्मनि समवायेण सह इत्युक्ते किं कार्यम् अस्ति अयं घटः तेन सह इति इत्युक्ते ज्ञानेन सह ज्ञानेन सह इति एकस्मिन् अर्थे आत्मनि समवेतम् इत्युक्ते तत्र आत्मनसंयोगः आत्मनि समवेतः असमवायिकारणम् तद् असमवायिकारणम् इति तस्य लक्षणम् तर्हि अत्र महान् उपयोगाय अस्ति इत्युक्ते कार्यं कुत्र अस्ति आत्मनि कारणम् आत्ममनसयोगः कुत्र अस्ति आत्मनि तर्हि द्वयमपि आत्मनि अस्ति इति कृत्वा तयो तत्र कार्येण सह ज्ञानेन सह एकस्मिन् अर्थे आत्मनि समवेतम् समवेतम् इत्युक्ते समवायसम्बन्धेन वर्तते असमवायीकारणम् इति लक्षणं कृतम् बुद्धं खलु अस्तु समीचीनं धन्यवादः महोदय अग्रे वर्षा भगिनी पठति किं चित्रपटे तर्हि इदानीं द्वितीयविद असमवायीकारणस्य विषये चिन्तनम् आम् महोदय चित्रपटे व्यभिचारात् द्वितीय असमवायिकारणे सम्बन्धपरिवर्तनम् द्वितीय असमवायिकारणे अस्ति किञ्चित् निरूपणीयम् चित्रं पठनीयं वा महोदय न न अत्र प्रथमं पठित्वा तदनन्तरं चित्रे किमस्ति इति पश्येम तदादौ प्रत्याकलयामस्तावत् पूर्वोक्तम् पटस्य यादृशं रूपं तन्तुवायः अपेक्षते तादृशरूपवतः एव तन्तून् उपादत्ते अतः तत्तु कृपया वाक्यशः गच्छेम नो चेत् पुनः सर्वं वक्तव्यं भवति आं महोदय पठित्वा अत्र प्रतिपादनं कृत्वा अग्रे गच्छतु हा कार्यमस्ति अत्र चित्रपटं तस्य यादृशरूपं तन्तुवायः इच्छति तादृशरूप तन्तु प्रथमं करोति इति दत्तमस्ति उत्पादयति अतः तन्तुरूपं पटरूपं प्रति भवति कारणम् इति लोकसिद्धम् एतत् पूर्वम् अस्माभिः चिन्तितं खलु यस्य यस्य उपादानं कुर्मः तत्सर्वं कारणम् इति अस्तु अग्रे कार्यकारणयोः सामानादिकरण्यं परं न घटते तद् किमर्थं चेत् तन्तुरूपं तन्तौ अस्ति पटरूपं पटे अस्ति अतः सामानादिकरण्यं न अस्ति पूर्वमपि वयं परिमाणस्थले तस्य समानाधिकरणं करणीयम् इति प्रयत्नं कृतम् अत्र अतः चित्रे अपि दत्तमस्ति अत्र पटरूपं तन्तौ प्रति नेतव्यं पटरूपं स्वसमवायि समवायित्वसम्बन्धेन तन्तौ वर्तते तन्तुरूपं तु समवायसम्बन्धेन तन्तौ एव अस्ति अतः समानाधिकरणं समानाधिकरण्यं सिद्धम् कार्यकारणयोः समानाधिकरण्यं परं न घटते पटरूप उत्पत्तिः पटे भवति तन्तुरूपं तु तन्तौ अस्ति अतः तयोः समानाधिकरण्य निर्वाहाय पटरूपं तन्तौ आनेतव्यम् तत्र परम्परासम्बन्धः भवति स्वसमवायीसमवायित्वम् अत्र स्व इत्युक्ते पटरूपं तस्य समवायी अस्ति पटः तस्य समवायित्वसम्बन्धे समवायिसम्बन्धेन तन्तौ अस्ति अतः स्वसमवायीसमवायित्वसम्बन्धः लभ्यते स्वं पटरूपं ओके स्वं पटरूपं तत् समवायिपटः तत् समवायितन्तुः समवायित्वं तन्तौ इति अनेन परम्परासम्बन्धेन पटरूपं तन्तौ आयातम् अतः पटरूपस्य कार्यस्य तन्तुरूपेण कारणेन सह समानाधिकरण्यं तन्तौ सम्पन्नम् इति न दोषः इदमेव च बुद्धौ निधाय कारणेन सह एकस्मिन् अर्थे समवेतम् इति मूलपङ्क्तिः प्रवृत्ता अत्र कारणमस्ति कारणमस्ति तन्तुरूपं कारणेन सह एकस्मिन् अर्थे तन्तुकारणमस्ति अत्र कार्यं किम् चित्रपटरूपं पटरूपं चित्रपटं चित्रपटरूपमस्ति चित्ररूपमस्ति खलु चित्ररूपं कार्यं चित्ररूपस्य समवायीकारणं किम् चित्ररूपस्य समवायिकारणमस्ति रूपस्य समवायिकारणं चित्ररूपं कुत्र अस्ति पटे तर्हि पटः एव समवायिकारणमस्ति खलु तर्हि पटेन सह कारणेन इत्युक्ते पटेन सह समानाधिकरणं समानाधिकरणं किं पटः कुत्र अस्ति तन्तौ अस्ति तन्तौ अपि च तन्तुरूपमेव चित्ररूपस्य कारणमस्ति खलु तर्हि तन्तुरूपं तन्तौ अस्ति पटः तन्तौ अस्ति पटः पटरूपं प्रति समवायीकारणम् इति कृत्वा कारणेन सह पटेन सह एकस्मिन् अधिकरणे एकस्मिन् अर्थे तन्तौ समवेतं समवेतं किं तन्तुरूपं अत्र कारणेन सह इति यदा पठामः तर्हि समवायीकारणेन सह इति मनसि भवेत् तावदेव इह कारणपदेन यस्य कार्यस्य प्रकृते विचारः तत् समवायिकारणं ग्राह्यम् पटरूपं च प्रकृतकार्यं तत् समवायिकारणं पटः तेन सह एकस्मिन् अर्थे तन्तौ समवेतं समवायिनः स्थितं तन्तुरूपं पटरूपस्य असमवायिकारणं भवति अत्र सामानादिकरण्याय परम्परासम्बन्धः आदृतः तथापि तु क्वचित् व्यतिरेकव्यभिचारः भवति नानारूपवद्भिः तन्तुभिः जायमाने भगिनि अत्र पङ्क्तिश वाक्यशः व्यतिरेकव्यभिचारः इत्युक्ते भवति इत्युक्तं तर्हि व्यतिरेकव्यभिचारः इत्युक्ते किम् इति पुनः प्रथमं स्मारयतु कारण असत्त्वे कार्यसत्त्वं व्यतिरेकव्यभिचारः उत्तमम् इति किञ्चित् स्मरणं कृत्वा अग्रे पठेमश्चेत् अवबोधः जायते समीप उत्तमं व्यतिरेकव्यभिचारः इत्युक्ते कारण असत्त्वे कारणासत्त्वे कार्यसत्त्वम् इति अस्तु इदानीं पठतु नानारूपवद्भिः तन्तुभिः जायमाने पटे चित्ररूपम् इति सप्तमं रूपम् उत्पद्यते इति दर्शितं रूपविभागग्रन्थे तस्मिन् चित्ररूपे उत्पाद्ये व्यतिरेकव्यभिचारः भवति अयं च व्यतिरेकव्यभिचारः कारण अभावे अपि कार्योत्पत्तिरूपः कथम् इति प्रतिपादितं व्यतिरेकव्यभिचारः कथं भवति अत्र चित्ररूपम् इति स्वीकुर्मश्चेत् यदि नीलरूपं च पीतरूपम् अस्ति तन्तौ तर्हि समानाधिकरण्यं चित्ररूपम् इत्युक्ते किम् इति सर्वे जानन्ति समानाधिकरण्यं करणं तन्तौ प्रति वयं नेतव्यं किल अत्र तन्तौ इत्युक्ते नीलतन्तौ वा पीततन्तौ वा इति द्रष्टव्यं नीलतन्तौ कथं पीततन् नीलतन्तौ पीतरूपं नास्ति अतः अतः व्यतिरेकव्यभिचारः भवति किमर्थं चेत् अत्र चित्ररूपस्य कारणमस्ति नीलरूपं पीततन्तौ नास्ति इति न वक्तव्यम् अत्र चित्ररूपम् इति सप्तमरूपम् इति उक्तं खलु नूतनरूपमस्ति चित्ररूपं तत्र अस्माभिः पठितं खलु तत्र नव्याः प्राचीनाः तयोः मध्ये मतभेदः वर्तते इति तर्हि प्राचीनानां मतानुसारं चित्ररूपम् इति नूतनरूपमस्ति सप्तमरूपमस्ति तर्हि इदानीं चित्ररूपम् इति एव कार्यं अस्तु, तादृशं तादृशम् अवगम्य अग्रे वदतु इदानीम्। इत्युक्ते नीलरूपं पीतरूपे नास्ति इत्यस्य महत्त्वं किमपि नास्ति अत्र। यदि हा कार्यं चित्ररूपमस्ति तस्य समवेतमस्ति चित्रपटे तत् अस्ति तत् तस्य यदि तस्य समवायि पीततन्तु अस्ति चेत् पीततन्तुषु चित्ररूपं न पीततन्तुषु चित्ररूपं भवति एव परन्तु किमर्थं पीततन्तुषु इति वदति? अस्माकम् इदानीं कार्यादिकरणं किम्? बट् वी हाव् टु टेक् ईच् तन्तु सेपरेट्लि नो महोदय। एकनिमिषम् अत्र मम प्रश्नस्य उत्तरं ददातु कृपया। कार्यादिकरणं किम्? तन्तु हा तन्तौ चित्ररूपमस्ति वा? नास्ति, तन्तौ एक प्रत्येकरूपमेव अस्ति। तत् त्यजतु, चित्ररूपमस्ति वा न वा? नास्ति। हा तर्हि कारण अभावः अस्ति खलु? तन्तु इति तन्तु इति कार्यादिकरणम् इति स्वीकुर्मश्चेत् तन्तौ चित्ररूपमस्ति वा नास्ति खलु? चित्ररूप तर्हि कारण अभावे कार्यकत्वम् इत्युक्ते चित्ररूपं नीलतन्तौ नास्ति पीततन्तौ नास्ति नीलरूपं पीततन्तौ नास्ति पीतरूपं नीलतन्तौ नास्ति इति चिन्तनमेव न कार्यम्। अत्र अत्र अत्र कार्यमस्ति चित्ररूपं, समान अधिकरणमस्ति तन्तुः, तन्तौ चित्ररूपमस्ति वा? नास्ति। अतः कारणाभावे कार्यकत्वम् इति व्यतिरेकव्यभिचारः जातः, तावदेव वक्तव्यं, बुद्धं खलु? आं महोदय। हा नो चेत् अत्र यत् भवती अवगच्छति किन्तु तस्य अवश्य वदनस्य आवश्यकता नास्ति। इत्युक्ते नीलरूपं चित्ररूपं तत् त्यजतु, इदानीं चित्ररूपम् इति नूतनरूपं जातं पटे, तत् चित्ररूपं चित्ररूपस्य समान अधिकरणं तन्तुः इति स्वीकृतं, तस्मिन् तन्तौ चित्ररूपमस्ति वा? नास्ति, कारणं नास्ति। किन्तु परिमाणम् इति स्वीकुर्मश्चेत् कपालपरिमाणमेव घटपरिमाणं प्रति कारणम् इति चेत् कपालपरिमाणं कपाले अस्ति खलु इति कृत्वा तत्र परिमाणम् अस्ति, किन्तु अत्र चित्ररूपमेव नास्ति, तथापि कार्यं चित्ररूपं जनयति जायते इति कृत्वा कारणाभावे कार्यसत्त्वम् इति व्यतिरेकविचारः, बुद्धं वा? आम् महोदय। अस्तु अग्रे। तदत्र एवम् उदाहरामः, पीततन्तूनां पञ्चभिः शतैः रक्ततन्तूनां पञ्चभिः शतैः च पटः एकः उत्पन्नः, तैः च पटे उत्पन्ने अग्रिमक्षणे तत्र चित्ररूपम् अपि उत्पन्नम्, परन्तु तस्य चित्ररूपस्य तत् कारणाभ्यां पीतनीलरूपाभ्यां यदा सामानादिकरण्यं चिन्तयामः तदा आपततिः क्लेशः। तदेव दत्तमस्ति, यदि चित्ररूपस्य कारणं स्वीकुर्म तन्तु इति स्वीकुर्मश्चेत् तस्मिन् क्लेशः भवति इति। यत्र यत्र हि कार्यत्वेन अभिमतं कार्यता अवच्छेदकसम्बन्धेन भवति तत्र कारणत्वेन अभिमतेन कारणता अवच्छेदकसम्बन्धेन भवितव्यम्। यत्र यत्र हि कार्यत्वेन अभिमतं कार्यता अवच्छेदकसम्बन्धेन भवति, यत्र यत्र भवति तत् कार्यता अवच्छेदकसम्बन्धेन यत्र यत्र भवति तत्र कारणत्वेन अभिमतेन अपि भवेत् इति, न तु केषुचित् एव कार्यादिकरणेषु विद्यमानं कारणम् इति व्यवह्रियते। कारणत्वनिकषेषु दर्शित एषः द्वितीयः निकषः, कार्याधिकरणे सर्वत्र सर्वदा भाव्यम् इति. अत्र कार्याधिकरणे सर्वत्र नीलरूपं वा पीतरूपं वा नास्ति, चित्ररूपं नास्ति इति अत्र क्लेशः भवति. द्वितीयनिकषा न पूरिता, द्वितीया निकषा न पूरिता. अस्तु, अग्रे रमेश महोदय पठति वा? धन्यवादः भगिनी. प्रकृते च चित्ररूपादिकरणं स्वसमवायिसमवायित्वरूपकार्यत्व अवच्छेदकसम्बन्धेन पीततन्तुः. स्वम् इत्युक्ते चित्ररूपं, स्वसमवायिचित्रपटः, तत् समवायिपीततन्तुः. तादृशेषु सर्वेषु पीततन्तुषु चित्ररूपं वर्तते, परन्तु तत्र कारणं नीलरूपं न अस्ति. यद् दत्तमस्ति तदेव महोदय, तत् नूतनं किमपि नास्ति. कारणं नास्ति इति व्यतिरेकव्यभिचारः. पीततन्तौ पीतम् एव रूपं भवेत्, न नीलम् इति परम्परासम्बन्धेन कार्यम् अस्ति, कारणं न अस्ति. व्यतिरेकव्यभिचारः, व्यतिरेकव्यभिचारः तत्र एव अस्ति. एवं स्वं तदेव रूपं स्वसमवायिचित्रपटः, तत् समवायि यथा पीततन्तुः भवति तथा नीलतन्तुः अपि भवति. एवं स्वं तदेव रूपं स्वसमवायिचित्रपटः, यदा नीलतन्तुः अपि यदा पीततन्तुः यदा आसीत् तदा एव नीलतन्तुः अपि भवति इति दत्तमस्ति. पीतैः तन्तुभिः इव नीलैः तन्तुभिः अपि तत्रत्वपटस्य उत्पत्तेः. पीततन्तुभिः तत्पटस्य उत्पत्तेः द्वयमपि आवश्यकम् इति अस्ति. द्वयमपि आवश्यकमिति नास्ति, विपरीतरीत्या उक्तं. पटः कुत्र उत्पद्यते? केवलं नीलतन्तौ एव उत्पद्यते इति नास्ति, पीततन्तौ अपि उत्पद्यते खलु. पटः सर्वत्र अस्ति, कार्यं कार्यादिकरणे सर्वत्र अस्ति. पटः सर्वत्र अस्ति. अग्रे. परन्तु तादृशनीलतन्तौ पीतं रूपं न वर्तते, अतः परस्परं तन्तुषु नीलपीतयोः असत्त्वात् परम्परासम्बन्धेन चित्ररूपस्य उभयत्र सत्त्वात् कारण अभावे अपि कार्योत्पत्तिरूपः व्यतिरेकव्यभिचारः भवति. अस्तु, एतत् सर्वं चिन्तितं खलु. इत्युक्ते नीलतन्तुः अस्ति, पीततन्तुः अस्ति, द्वयोः अत्र पटः अस्ति, यस्मिन् पटे चित्ररूपमस्ति. तर्हि इदं नीलरूपं नीलतन्तुः एव कारणम् इति स्वीकुर्मश्चेत् अत्र पीतरूपं नास्ति इति कृत्वा अत्र व्यतिरेकविचारः भवति. पीततन्तुः एव कारणम् इति स्वीकुर्मश्चेत् तत्र तत्रापि व्यतिरेकविचारः भवति. अस्तु, तद्वारणाय अग्रे पठतु. तद्वारणाय कार्यता अवच्छेदकसम्बन्धस्य कारणतावच्छेदकसम्बन्धस्य च परिवर्तनं कार्यम्. प्राक् अस्माभिः कार्यं कारणाधिकरणे नीतम्, सम्प्रति कारणं तन्तुरूपं कार्याधिकरणे पटे परम्परासम्बन्धेन आनेयम्. तर्हि तत्र दत्तमस्ति तद् निवारणाय सम्प्रति कारणं तन्तुरूपं कार्याधिकरणे पटे नेतव्यम् इति दत्तमस्ति. न तु कार्यं पूर्ववत् परम्परया कारणाधिकरणे नेतव्यम्. पूर्वं कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः कारणतावच्छेदकसम्बन्धः साक्षात् सम्बन्धः इति स्वीकृतं. किन्तु इदानीं किं कृतं? कार्यतावच्छेदकसम्बन्धः साक्षात् सम्बन्धः कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति स्वीकृतम्. अस्तु अग्रे. कारणस्य च परम्परासम्बन्धः स्वसमवायिसमवेतम्. स्वम् इत्युक्ते तन्तुरूपं, तत् समवायि तन्तुः, तत् समवेतः पटः. समवेतत्वं पटे इति पटान्तरभावेन सामानाधिकरण्यम्. तर्हि सामानाधिकरण्यम् इदं पटे नेतव्यं. अस्तु अग्रे. तत्र चित्रपटे समवायेन एव चित्ररूप उत्पत्तिः इति कार्यकारणयोः समानाधिकरण्यं भवति. कार्यकारणयोः समानाधिकरणं भवति. हा, चित्रपटे अत्र मुख्यपदमस्ति तत्र चित्रपटे इति लिखितं खलु. किमर्थं चित्रपटे इति लिखितमस्ति चेत् पटे इदानीं नीलरूपमपि अस्ति, पीतरूपमपि अस्ति, द्वयमपि अस्ति. किन्तु तन्तु एव कार्याधिकरणम् इति स्वीकुर्मश्चेत् तत्र एकस्मिन् तन्तौ केवलं नीलरूपमेव अस्ति, नो चेत् पीतरूपमेव अस्ति. किन्तु पटे इदानीं रूपद्वयमपि अस्ति इति कृत्वा एव इदानीं चित्रपटे इति उक्तम्. कार्यद्वयमपि इदानीं पटे अस्ति खलु, नीलरूपं चित्ररूपं द्वयमपि, पीतरूपं द्वयमपि इदानीं पटे अस्ति. तर्हि कारणतत्त्वे कार्यतत्त्वं, कारण असत्त्वे कार्यतत्त्वम् इति व्यतिरेकव्यविचारः न भवति. यदि पटः कार्याधिकरणम् इति स्वीकुर्मः. अस्तु अग्रे महोदय. सम्प्रति कार्यता अवच्छेदक सम्बन्धेन कार्यं चित्ररूपं समवायेन सर्वदा पटे एव. तत्र च स्वसमवायिसमवेतत्वसम्बन्धेन नीलरूपम् अस्ति, पीतरूपम् अपि अस्ति. तदपि पुनः स्वं नीलं, स्वसमवायि तन्तुः, तत् समवेतः पटः, तत् समवेतत्वं पटे, एवं पीतरूपे अपि. अतः न व्यतिरेकव्यभिचारः. एवं च चित्ररूपस्थले व्यतिरेकव्यभिचारवारणाय समवायसम्बन्धः कार्यता अवच्छेदकः स्व आश्रय समवेतत्वं, स्वसमवायि समवेतत्वं वा कारणता अवच्छेदकः च अङ्गीकृतः. तथा च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित स्व आश्रय समवेतत्व सम्बन्ध अवच्छिन्न कारणता आश्रयत्वं द्वितीय समवायि कारणत्व लक्षणम्. द्वितीय असमवायि कारणत्वस्य लक्षणं. द्वितीय असमवायि कारणत्व लक्षणम्. तर्हि किञ्चित् प्रतिपादयति वा लक्षणवाक्यं? हा, तत्र समवायि सम्बन्ध अवच्छ तत्र कार्यता अवच्छिन्नसम्बन्धः अतः समवायिसम्बन्धः कार्यता कार्यतावच्छिन्नसम्बन्धः समवायिसम्बन्धः अस्ति. कारणतावच्छिन्नसम्बन्धः स्वसमवेतसम्बन्धः अस्ति. न न न स्वआश्रयसमवेत स्वआश्रयसमवेत स्वआश्रयः स्वसमवायी तस्मिन् समवेतम् इति तस्मिन् समवेतं हा अस्तु अग्रे. इह कारणतायां स्वसमवायिसमवेतत्वसम्बन्ध अवच्छिन्नत्वा अनुपादने समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपितनिरूपित किञ्चित् सम्बन्ध अवच्छिन्नकारणता इत्युक्तौ पूर्ववत् एव समवायिकारणे अतिव्याप्तिः. निरूपयतु. यदि तत्र कार्यता निरूपित किञ्चित् सम्बन्ध अवच्छेदनं कारणतासम्बन्धः किञ्चित् किमपि सम्बन्धः भवेत् इति स्वीकुर्मश्चेत् तत्र समवायिकारणे अतिव्याप्तिः भवति. कारणता स्प्रेड्शीट् मध्ये यदि अत्र तु स्प्रेड्शीट् न गन्तव्यम् इत्युक्ते अत्र तु सम्पूर्णरीत्या भिन्नवार्ता अस्ति खलु. इत्र इत्युक्ते अत्र कार्यं ज्ञानं नास्ति, कार्यमत्र चित्ररूपं चित्ररूपं चित्ररूपस्य ज्ञानम् इति नास्ति, केवलं चित्ररूपमेव कार्यम्. तर्हि यदि समवायि कारणं किञ्चित् सम्बन्धः कारणता कारणतावच्छेदकसम्बन्धः किञ्चित् सम्बन्धः कार्यतावच्छेदकसम्बन्धः कः कार्यतावच्छेदकसम्बन्धः समवायिसम्बन्धः. उत्तमं. तर्हि समवायिकारणे कार्यतावच्छेदकसम्बन्धः अपि समवायसम्बन्धः एव खलु. तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा समवायिकारणे अतिव्याप्तिः. समवायिकारणम् असमवायिकारणम् अनयोः मध्ये कार्यतावच्छेदकसम्बन्धः कः? द्वयोः अपि समवायिकारणम् असमवायिकारणम् अनयोः द्वयोः कार्यतावच्छेदकसम्बन्धः कः? समवायसम्बन्धः. हा, एकः एव सम्बन्धः. द्वयोः कार्यतावच्छेदकसम्बन्धः समवायः एव, किन्तु कारणतावच्छेदकसम्बन्धः एव विद्यते खलु. समवायसम्बन्धे तादात्म्यसम्बन्धः कारणतावच्छेदकसम्बन्धः, असमवायिकारणे समवायसम्बन्धः कारणतावच्छेदकसम्बन्धः. तर्हि असमवायिकारणे कारणतावच्छेदकसम्बन्धः यः कोऽपि सम्बन्धः इति स्वीकुर्मश्चेत् समवायिकारणे अतिव्याप्तिः भवति. तदेव त्रिकिटं. हा अस्तु अग्रे. किञ्चित् सम्बन्ध अवच्छिन्नकारणता इत्येन इति अनेन तादात्म्यसम्बन्ध अवच्छिन्नकारणतायाः धर्तुं शक्यत्वात् पूर्वम् उक्तं तदेव. परम्परासम्बन्ध अवच्छिन्नत्व उपादाने तु न एषा कारणता तादृशी इति न समवायिकारणे अतिव्याप्तिः. तर्हि अत्र प्रसङ्गवशात् वस्तुतः अत्र विषयान्तरमस्ति इत्युक्ते अत्र ज्ञानस्य विषये किमपि चिन्तनं नास्ति, केवलं परम्परासम्बन्धः. तत्र कुत्र चित्ररूपस्थले यदि तन्तुः एव कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति स्वीकुर्मश्चेत् तत्र व्यतिरेकव्यभिचारः भवति इति कृत्वा कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति स्वीकुर्मश्चेत् व्यतिरेकविचारः न भवति इति प्रतिपादितं तावदेव। अस्तु अग्रे गच्छेम। सत्यभौम भगिनी अग्रे पठति वा वायुवादि? आं महोदय। वायुवादीनि वायुवादिनिष्ठगुणानां कुतः न इन्द्रियग्राह्यता? अत्र प्रश्नस्य अत्र शीर्षकं किञ्चित् वदति वा? शीर्षकं किं वदति? वायुवादिनिष्ठगुणानां कुतः एकं गुणं स्वीकरोतु यत् वायुवादीनाम् अस्ति। स्पर्शः। स्पर्शः स्पर्शे इन्द्रियग्राह्यता नास्ति वा? अत्र इन्द्रियग्राह्यता नास्ति इति अपि अस्ति। स्पर्शः इति गुणः त्वगिन्द्रियेण न गृह्यते किम्? त्वगिन्द्रियेण ग्रहीतुं शक्यते स्पर्शः। तर्हि किमर्थं स्पर्शः स्वीकृतः? तादृशगुणः स्वीकरणीयः यस्मिन् इन्द्रियग्राह्यता नास्ति। न श्रूयते भगिनि महोदय। गुरुत्वं तादृशं वायुवादीनां वायुः आकाशः वायुः गुरुत्वमस्ति वा? नास्ति नास्ति। तर्हि गुरुत्वमपि न स्वीकरणीयं। स्पर्शः तु अस्ति किन्तु स्पर्शः त्वगिन्द्रियेण गृह्यते तर्हि स्पर्शः अपि न अत्र न स्वीकरणीयम्। परन्तु वायु सदा गच्छति तदपि अस्माभिः पठितं खलु तदेव तस्य स्वभावः इति यत्र गुरुत्वम् अस्माभिः पठितं तत्र ग्रन्थकारणे लिखितमासीत्। किन्तु वायुः पतति तदनन्तरं गच्छति इति कृत्वा तत्रापि आद्यपतनमस्ति इति कृत्वा तत्र गुरुत्वम् अस्ति वा इति वक्तव्यं वा इति चेत् न, तस्य स्वभावः एव इति ग्रन्थकारेण उक्तं। तद् अस्माभिः पठितमपि। तर्हि वायौ गुरुत्वं न अङ्गीक्रियते। तादृश किमपि क्रिया नास्ति वायौ न गुणः। अत्र क्रियाविषये किमपि चिन्तयति वायुवादिनिष्ठगुणानां तर्हि एतावत्पर्यन्तं ये गुणाः अस्माभिः अधीताः तस्य आवलि वदतु। प्रथमं रूपं वायोः रूपमस्ति वा? वायोः रूपं नास्ति। रस नास्ति। अस्ति परन्तु वायौ गन्धः नास्ति परन्तु तदेव वायौ गन्धः अस्ति वा न वा परन्तु इति नास्ति इति वदतु। नास्ति। अस्तु स्पर्शः अस्ति वा? स्पर्शः अस्ति किन्तु इन्द्रियेण गृह्यते खलु। अस्तु तदनन्तरं सङ्ख्या अस्ति वा? नास्ति। सङ्ख्या नास्ति वा? वायौ कथं सङ्ख्या भवति? किमर्थं नास्ति? एकत्वं नित्यम् इति भवति वा? वायुः नित्यं वा? वायुः नित्यं नास्ति। अहं चिन्तितवती कथं सङ्ख्या इति कथं न गणनं कर्तुं शक्यते इति। तर्हि सङ्ख्या अस्ति तस्य ग्रहणं गणनं न कर्तुं शक्यते। किमर्थम्? इन्द्रिय अग्राह्यत्वात् इन्द्रियेण ग्रहीतुं न शक्यते। वायौ विद्यमानसङ्ख्या वायौ सङ्ख्या अस्ति एव। वायौ वायुः अनेकाः सन्ति खलु तत्र नित्य अनित्य परमाणवः अपि सन्ति वायोः। बुद्धं खलु? तर्हि यत् तदेव वक्तव्यमासीत्। तर्हि एकत्वम् इति वदति चेत् इन्द्रियग्राह्यत्वं नास्ति किन्तु अस्ति एव। अस्तु अग्रे इदानीं पठतु। कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने तु पुनरपि निमित्तकारणे अधिव्याप्तिः। कार्यतायाम् इत्युक्ते इदानीं वायोः गुणः इदानीं संख्या इति वा? न न, अत्र इदानीं कार्यं किम् इति चिन्तयतु। यः कोऽपि गुणः इति चिन्तयतु, यः कोऽपि गुणः अत्र परिमाणं नो चेत् नीलरूपम् इति यत्किमपि, इदानीं वायुविषये एतावत् न चिन्तितं, केवलम् अत्र ग्रन्थकारः अग्रे वदति। पूर्वस्मिन् परिच्छेदे यद् महोदयेन यद् रमेश महोदयेन पठितं तत्र कारणतायां यः कोऽपि सम्बन्धः इत्युक्ते समवाय तत्र परम्परासम्बन्धः त्यजामश्चेत् स्वसमवायी समवेतत्वसम्बन्धः त्यजामश्चेत् कुत्र अतिव्याप्तिः? समवायिकारणे अतिव्याप्तिः भवति इति उक्तं खलु। एवम् अत्र कार्यतायां समवायसम्बन्धिन्नत्व अनुपादाने निमित्तकारणे अतिव्याप्तिः भवति इति एव लिखितम्। अस्तु अग्रे पठतु। तदा हि गुणक्रियाजातीनां खडादौ प्रत्यक्षं भवति न तु वायौ। तद् उक्तं वायौ रूपं नास्ति अतः प्रत्यक्षं न भवति इति। तत्र विद्यमानम् अत्र इतोपि किञ्चित् वक्तव्यं भगिनि। गुणक्रियजातीनां घटादौ प्रत्यक्षं न भवति, प्रत्यक्षं भवति न तु वायौ। तर्हि इदानीं कार्यं किम्? घटप्रत्यक्षं प्रत्यक्षं भवति इति, गुणक्रियाजातीनां घटादौ प्रत्यक्षं भवति, प्रत्यक्षमेव द्रव्यप्रत्यक्षं कथं गुणक्रियजातीनां घटादौ प्रत्यक्षं? गुणक्रियजातीनां प्रत्यक्षं कुत्र? घटौ घटौ घटे खलु गुणं क्रियाजाति। तर्हि घटे विद्यमानगुणः रूपम् इति चिन्तयतु, घटरूपं तदेव कार्यं। घटरूपं घटे समवायेन अस्ति। अत्र कार्यता अवच्छेदकसम्बन्धः समवायिसम्बन्धः इति अस्ति। तत् न उक्तं चेत् अस्तु, इदानीं किं कुर्मः? पुनः स्प्रेड्शीट् प्रति आगच्छेम। यद् भवत्या कृतं तत्र नीलरूपम् इति अस्ति खलु, एकनिमिषं तत् स्वीकुर्मः। इदानीं कार्यमस्ति नीलो घटः इति कार्यम्। तत्र नीलरूपस्य प्रत्यक्षं भवति खलु? आं भवति। हा, तत्र एव चिन्तनम्। इदानीं नीलरूपस्य प्रत्यक्षं तत्र गुणक्रियाजातीनां घटादौ प्रत्यक्षं भवति इत्युक्ते नीलरूपस्य प्रत्यक्षं घटे भवति किन्तु वायौ न भवति इति उक्तम्। तर्हि तत्र प्रथमं पश्येम, कार्यतायां समवायसम्बन्ध अवच्छिन्नत्व अनुपादाने तु पुनरपि निमित्तकारणे अतिव्याप्तिः इति उक्तं। तर्हि तद्वाक्यम् अवगन्तव्यम्। अस्तु, अत्र कार्यता अस्तु, अत्र कारणानि कानि? नीलरूप नीलो घटः इत्यत्र आत्मा समवायीकारणम्, आत्ममनसंयोगः असमवायीकारणं खलु। तर्हि आत्ममनसंयोगः इति स्वीकुर्मः, तदेव कारणम् इति स्वीकुर्मः। तत्र तस्मिन् कारणे यदि कार्यतावच्छेदकसम्बन्धः समवायसम्बन्धः इति त्यजामः इत्युक्ते अत्र कार्यतावच्छेदकसम्बन्धः मया निष्कासितं तर्हि कुत्र अतिव्याप्तिः भवति इति उक्तम् अनुवायः निमित्तकारणे इति उक्तं तर्हि मनसि निमित्तकारणं मनः निमित्तकारणमस्ति खलु मनसि अतिव्याप्तिः भवति इति अवगतम् इदानीम् अस्तु तदनन्तरं गुणक्रियजातीनाम् अत्र यदि यदि घटः गच्छति नो चेत् घटत्वम् इति यत्किमपि कार्यम् इति स्वीकुर्मश्चेत् आत्मनसंयोगः असमवायिकारणमस्ति तत्र कार्यतावच्छेदकसम्बन्धः समवायः इति त्यजामश्चेत् मनसि सर्वदा अतिव्याप्तिः भवत्येव निमित्तकारणे तावद्बुद्धं तदनन्तरम् इदानीं गुणक्रियजातीनां घटादौ प्रत्यक्षं भवति न तु वायौ इति लिखितम् अस्तु इदानीम् अग्रे पठतु तत्र तत्र विद्यमानस्यापि एकत्वपरिमाणादेः अनुमितिरेव भवति तत्र इत्युक्ते कुत्र वायौ विषये वायौ गुणजाति क्रिया इति एतेषां विषये कार्यमिति चिन्तयामः चेत् अत्र विद्यमानस्यापि एकत्वपरिमाणादेः अनुमिति अत्र अपि यदा एकत्वं परिमाणम् एतेषु विषये तदा अत्रापि अनुमानमेव कर्तुं शक्यते इति वा भवती अवगच्छति वा न वा इति मम भ्रमः अस्ति तदेव मम चिन्तनं तदेव अस्ति महोदय यदा वायौ परिमाणम् अथवा एकत्वम् अस्ति तदा एव यदा यदा इति किमर्थं वदति इत्युक्ते अस्ति एव खलु अस्ति वायौ एकत्वम् अस्ति वायोः परिमाणमपि अस्ति अस्ति तद् अस्माभिः द्रष्टुं न शक्यते अनुमानमेव कर्तुं शक्यते किमर्थम् तस्य प्रत्यक्षम् इन्द्रियेण न ग्रहीतुं शक्यते किमर्थम् परिमाणं तादृशं नास्ति इन्द्रियस्थाने इन्द्रियग्रहणं भवति चेत् तस्य इन्द्रियेण प्रत्यक्षं भवति चेदेव तत् कर्तुं शक्यते तेषां प्रत्यक्षं न भवति किमर्थं तदेव प्रश्नः तेषां प्रत्यक्षं भवति न भवति इति वयं जानीमः किमर्थं वायोः परिमाणं तादृशपरिमाणं नास्ति उद्भूतरूपं नास्ति अतः हा रूपं नास्ति इति वदतु रूपं नास्ति रूपं नास्ति यस्य रूपमस्ति तस्यैव प्रत्यक्षं भवति वायोः रूपं नास्ति इति कृत्वा प्रत्यक्षं न भवति यदि द्रव्यस्य प्रत्यक्षमेव न भवति यदा द्रव्यस्य प्रत्यक्षं भवति तदा एव तस्मिन् विद्यमानगुणस्य वा क्रियायाः वा जातेः वा प्रत्यक्षं भवति खलु आं महोदय घटप्रत्यक्षं भवति घटे रूपमस्ति उद्भूतरूपमस्ति इति कृत्वा घटप्रत्यक्षं भवति घटप्रत्यक्षं भवति इति कृत्वा एव घटे विद्यमाननीलरूपं नीलरूपस्य प्रत्यक्षं भवति घटे विद्यमानक्रियायाः प्रत्यक्षं भवति घटे विद्यमानजातेः अपि प्रत्यक्षं भवति किन्तु वायौ रूपं नास्ति इति कृत्वा वायुः इति द्रव्यमेव प्रत्यक्ष अनर्हः अस्ति अनर्हमस्ति प्रत्यक्षयोग्यं नास्ति इति कृत्वा वायौ विद्यमान एकत्वं परिमाणम् इत्यादीनां प्रत्यक्षं न भवति किन्तु घटे विद्यमान एकत्वं प्रत्यक्षयोग्यमस्ति घटे विद्यमानपरिमाणमपि प्रत्यक्षयोग्यमस्ति इत्यतः एकनिमिषम् इत्यतः वायौ विद्यमान एकत्वं परिमाणम् इत्येतेषाम् अनुमानमेव करणीयम् अस्तु, इदानीं पृच्छतु रमेश महोदय. आं महोदय, तत् चक्षुषा न गृह्यते, तत् तत् कारणेन प्रत्यक्षं न भवति इति तत्र उक्तमस्ति वा? अस्तु, इतोपि भवान् भवान् चिन्तयतु, इतोपि किञ्चित् उच्चैः चिन्तयतु. भवतः प्रश्नः किम् इति मया अवगतं, किन्तु भवान् एव अस्य उत्तरं दातुं शक्यते. हा, अत्र प्रत्यक्षम् इत्युक्ते वयम् इन्द्रियद्वारा तस्य ग्रहणं कर्तुं शक्यते. यत् यस्य ग्रहणं कर्तुं शक्यते तत् प्रत्यक्षम् इति न अस्ति वा? इति एतावत्पर्यन्तम् अस्माभिः प्रत्यक्षस्य लक्षणं न अधीतं खलु, एतावत्पर्यन्तम्. हा, एतावत्पर्यन्तं न अधीतम्. परन्तु वयं जानीमः मनसा आत्मा गृह्यते इति तादृशं व्यवहारं कुर्मः. वायुः अपि अस्ति इति वयं जानीमः, तस्य स्पर्शं भवति एव. सत्यं, वायोः त्वचा स्पर्शनं कर्तुं शक्यते इत्यतः त्वगिन्द्रियेण वायोः प्रत्यक्षं भवति. किन्तु त्वगिन्द्रियेण यद्यपि वायोः प्रत्यक्षं भवति, वायौ विद्यमानस्य सङ्ख्यायाः प्रत्यक्षं त्वगिन्द्रियेण भवितुमर्हति वा? न, सङ्ख्यायाः प्रत्यक्षं केवलं चक्षुषा भवति. तर्हि यत् प्रत्यक्षम् अत्र दत्तमस्ति तत् चक्षुषा ग्रह्यप्रत्यक्षम् इति स्वीकुर्मः वा? सत्यम्, अत्र तु केवलं चक्षुषा यस्य प्रत्यक्षं भवति तेषामेव विषये चिन्तनम्. किमर्थमित्युक्ते स्पर्शप्रत्यक्षं भवति इति स्वीकुर्मश्चेत् तत्र स्पर्शेन आ वायोः सङ्ख्या का, परिमाणं किम् इति केवलं स्पर्शं कृत्वा न ज्ञातुं शक्यते. केवलं स्पर्शेन द्रव्यस्य एव ग्रहणं भवति, वायोः ग्रहणमेव भवति, न तु तस्मिन् विद्यमानगुणानाम्. अस्तु, श्रीराममहोदय वदतु. अत्र वायूनां सङ्ख्या इत्युक्ते तत्र भेदः अपानवायु, तत्र प्राणवायु, उदान इति एव? न, तादृशं नास्ति. अत्र अनेकाः इति अधीतं खलु, वायोः लक्षण अवसरे वायोः अपि परमाणवः सन्ति, तर्हि नित्य परमाणवः नित्याः, तत्र कार्यम् अनित्याः. कार्यं त्रिविधमस्ति, शरीर विषय किम् इन्द्रियभेदात् त्वगिन्द्रियं वायवीयम् अस्ति. त्वगिन्द्रियं कथं जातम् इति चेत् वायुपरमाणुना जातमस्ति त्वगिन्द्रियं. यत् त्वगिन्द्रियं शरीरे वर्तते, शरीरं तु पार्थिवमस्ति, किन्तु तस्मिन् विद्यमान त्वगिन्द्रियं वायवीयमस्ति, न तु पार्थिवम्. यथा रसनेन्द्रियं जिह्वायाम् अस्ति, जिह्वा तु पार्थिवं, किन्तु तस्मिन् विद्यमानरसनेन्द्रियं जलीयमस्ति. एवम् अत्र कृष्णताराग्रं यदस्ति, कृष्णतारा यदस्ति, तद् तत् पार्थिवं, किन्तु तस्मिन् विद्यमानचक्षुरिन्द्रियं तैजसमस्ति. अस्तु, अग्रे पठतु भगिनि. नापि सदा गतिमत्तो अपि तस्य क्रिया चक्षुरादिना गृह्यते. हा, यद्यपि वायौ क्रिया अस्ति, किन्तु वायौ जायमानक्रिया, एतदेव पूर्वमपि अस्माभिः पठितम्. अत्र पूर्वपक्षी पृष्टवान् अस्ति आद्य अत्र गुरुत्वं किमर्थं वायौ न अङ्गीक्रियते, तस्य पतनं भवति इति चेत् अत्र न सदा गतिमत्वात् वायोः इत्युक्ते वायुः सर्वदा अतः एव तस्य नाम पवनम् इति. सर्वदा गतिमान् अस्ति सः, सदा गतिमान्, सदा गतिमत्त्वं वायोः अस्ति इति कृत्वा, स्वभावतः क्रिया वर्तते इति कृत्वा सदा गतिमान् वायुः, तस्य क्रिया चक्षुरादिना न गृह्यते. यदा स्पर्शः जायते तदा वायुः अस्ति इति जानीमः. अपि च तत्र स्पर्शः कीदृशमस्ति तद्दृष्ट्वा तत्र वायुः वेगेन गच्छति नो चेत् मन्देन गच्छति इति अवगन्तुं शक्नुमः. अस्तु अग्रे. नापि वायुत्वं त्वग्गदवत्वेन द्रव्यत्वेन तद्गतत्वेन द्रव्यत्वं वा चक्षुरादीना गृह्यते. तदा वायुत्वं तद्गतत्वेन द्रव्यत्वं चक्षुरादीना न गृह्यते इति. तर्हि वायौ विद्यमान एकत्वं परिमाणम् इत्यादि गुणानां ग्रहणं न भवति, वायौ विद्यमानक्रियायाः ग्रहणमपि न भवति, वायौ विद्यमानवायुत्वं द्रव्यत्वम् इत्यादि जातीनामपि ग्रहणं न भवति. अग्रे. तत् कुतः इति चिन्तायां रूपसत्त्व असत्त्वे रूपसत्त्वासत्त्वे एव तत्र प्रयोजके इति अवधारितम्. इत्युक्ते किम्? तत् कुतः इति चिन्तय रूपसत्त्व असत्त्वे रूपं नास्ति इति चिन्तय रूपसत्त्वं यद्यपि अस्माभिः तस्य रूपसत्त्वासत्त्वे इत्यस्य विभक्तिवचनं किम्? द्वितीयविभक्ति एकवचन किं द्विवचनं प्रथमाविभक्ति. समीचीनं, तत्र द्विवचनम् उत्तमं. तर्हि यस्य रूपसत्त्वमस्ति तदेव प्रयोजकः भवति किं प्रति? ग्रहणं प्रति. ग्रहणं प्रति यस्मिन् रूपमस्ति तस्य एव तस्मिन् विद्यमानगुणक्रियाजातीनां ग्रहणं भवति. यस्मिन् रूपं नास्ति रूप असत्त्वे गुणगुणक्रियजातीनाम् अग्रहणम्. इत्युक्ते अत्र यदा अन्वयसहचारः व्यतिरेकसहचारः इति तादृशं वदामश्चेत् रूपसत्त्वे गुणक्रियजातीनां ग्रहणं, रूप असत्त्वे गुणक्रियजातीनाम् अग्रहणम्. अतः रूपं रूपसत्त्वम् असत्त्वम् एव प्रयोजकः भवति कं प्रति? ग्रहणं प्रति. रूपमस्ति चेत् प्रयोजकः इत्युक्ते निजन्तप्रयोगे अस्माभिः अधीतं खलु प्रयोजकः प्रयोज्यः इति. तर्हि अत्र प्रयोज्यं भवति इन्द्रियं, प्रयोजकः भवति रूपम्. रूपमेव इन्द्रियस्य ग्रहणं कारयति. रूपणम् इन्द्रियं गृह्यते किन्तु रूपमेव ग्राहयति. बुद्धं वा? आम् बुद्धम्. रूपम् इदानीं रूपमेव प्रयोजकः इति. रूपं प्रयोजकः अस्ति, इन्द्रियं प्रयोज्यमस्ति. तर्हि रूपमस्ति चेत् इन्द्रियेण इन्द्रियं तस्य ग्रहणकार्यं करोति, रूपं नास्ति चेत् इन्द्रियं तस्य ग्रहणकार्यं न करोति. केषां? गुणक्रियजातीनाम् एव. इत्युक्ते त्वगिन्द्रियेण वायुः गृह्यते किन्तु वायौ विद्यमानगुणक्रियजातीनां ग्रहणं न भवति इति. यस्य द्रव्यस्य प्रत्यक्षं भवति तेषां गुणक्रियाजातीनामपि प्रयोजनं भवति. प्रयोजनं भवति इति नास्ति. इत्युक्ते तेषां यस्य द्रव्यस्य रूपमस्ति तस्यैव द्रव्यस्य गुणक्रियजातीनां प्रत्यक्षं भवति इति उक्तम्. तावदेव. अस्तु, अत्र स्थगयामः. तर्हि अत्र अद्य पश्यन्तु सर्वे, नवपुटानि अस्माभिः अधीतानि सन्ति. किमर्थमिति चेत् पूर्वमेव सर्वं चिन्तितम् अत्र स्प्रेड्शीट् मध्ये स्थापितम् इति कृत्वा किञ्चिदस्ति. तदनन्तरम् अत्र फलोपाधानकत्वं रूपस्वरूपयोग्यत्वम् इति सिद्धान्तद्वयमस्ति, तद् अग्रिमे वर्गे पठेम. सर्वेभ्यो नमस्कारः, धन्यवादश्च. नमस्कारः.